गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। द्वाविंशत्यधिकद्विशततमपुटे स्मः। हेत्वाभासाः इति पाठः, तत्र प्रथमपरिच्छेदद्वयम् अस्माभिः अधीतम्। प्रतिबन्धकं प्रतिबन्धकत्वं नाम किम् इति चिन्तनम् आरब्धम्। तत्र समान आकारकत्वं हेतुः इति उक्तं। प्रतिबन्धकत्वे प्रतिबन्धकत्वस्य लक्षणम्, एकस्मिन् ज्ञाने प्रतिबन्धकत्वम् अस्ति इति ज्ञातुं हेतुः कः इति चेत् समान आकारकत्वम्। तत्र विशेष्यं प्रतिबन्धकप्रतिबद्धज्ञानयोः मध्ये यद्विशेष्यमस्ति तत् समानं भवेत् इति अवगतम्। प्रतिबन्धकप्रतिबन्धज्ञाने यत् प्रकाररूपेण अस्ति, ज्ञानयोः यत् प्रकाररूपेण अस्ति, तयोः मध्ये भाव अभावसम्बन्धः भवेत् इति अपि अधीतम्। अस्तु, तर्हि किं कुर्मः इदानीं? तत्र प्रथम द्वितीयपरिच्छेदः अस्ति, एकम् इति लिखितमस्ति किल, ततः पुनः पुरस्मारणार्थम् आरम्भतः किञ्चित् पठित्वा अग्रे गच्छेम। अस्तु, मेहुल् महोदय, भवान् आरब्धुम् इच्छति वा? आम् महोदय। तत्र समानाकारकत्वं हेतुः इति आरब्धम्। आम् आम् आम्। अस्तु, प्रथमबिन्दुः अस्ति तत्र समानाकारकत्वं हेतुः। को अर्थः? प्रतिबद्धज्ञाने यत् विशेष्यविधया भासते तदेव प्रतिबन्धकत्वेन अभिमते ज्ञाने विशेष्यम्। अस्तु, एकमेकं वाक्यं नीत्वा एव वदामः वा? न, अत्र सम्पूर्णं पठतु, एतत् पठितं खलु, तर्हि सम्पूर्णं पठित्वा समग्ररीत्या किञ्चित् वदतु। अस्तु अस्तु। प्रकृते च तादृशः हृदः, सः हि ज्ञानद्वये अपि विशेष्यम्। एवं ज्ञानप्रकारयोः अस्ति कश्चिन्निकषः। प्रतिबद्धे यः प्रकारः, तदभावः प्रतिबन्धके प्रकारः भवेत्। प्रतिबद्धे वह्निः प्रकारः, तदभावः प्रतिबन्धके हृदः वह्न्यभाववान् इति निश्चये भवति प्रकारः इति घटते अनयोः प्रतिबद्धप्रतिबन्धकभावः। अस्तु, अत्र समानाकारकत्वम् इत्यस्य अर्थः कः इति दत्तमस्ति। प्रथम तस्य कृते निकषद्वयम् अस्ति। प्रथमनिकषः कः इत्युक्ते, यः विशेष्यं प्रतिबद्धज्ञाने अस्ति स एव विशेष्यं प्रतिबन्धकज्ञाने अपि भवेत् इति प्रथमनिकषः। तर्हि अत्र उदाहरणे अत्र हृदः इति विशेष्यमस्ति अस्मिन् प्रकृत उदाहरणे, इत्युक्ते अत्र वह्निः अनुष्णद्रव्यत्वात् तत्रैव खलु बाधः इति, हा तत्र हृदः इति, हा अत्र सप्सत् प्रतिपक्षे हृदः वह्निमान् धूमात्, हृदः वह्न्यभाववान् जलात् इति अस्ति। तत्र विशेष्यमस्ति हृदः, तर्हि प्रतिबद्धज्ञाने विशेष्यमस्ति हृदः, तदेव विशेष्यम् इत्युक्ते हृदः एव विशेष्यमस्ति प्रतिबन्धकज्ञाने अपि, तदेव प्रथमनिकषः भवति। द्वितीयं निकषः किम् इत्युक्ते, अत्र प्रतिबद्धे यः प्रकारः भवति तस्य अभाव प्रतिबन्धज्ञाने भवेत्, प्रतिबन्धज्ञाने प्रकाररूपेण भवेत्। तर्हि अत्र हृदः वह्न्यभाववान् इति निश्चयज्ञानमस्ति, तत्र प्रकारः भवति वह्नि इति। तर्हि अत्र प्रतिबद्धे प्रकारः वह्निमान् इति अस्ति, प्रतिबद्धज्ञाने वह्निः इति प्रकारः, प्रतिबन्धकज्ञाने वह्नि अभावः इति प्रकारः भवेत्, तदेव द्वितीयनिकषः। अतः अनयोः मध्ये अत्र समानाकारकत्वम् अस्ति कयोः मध्ये? तर्हि प्रतिबद्ध अपि च प्रतिबन्धकज्ञानयोः मध्ये समानाकारकत्वम् अस्ति इति वयं वक्तुं शक्नुमः। यदा एतत् इति इतोपि किञ्चित् अस्ति, किन्तु एतावत्पर्यन्तं समान आकारकत्वं नाम किम् इति समानविशेष्यत्वे सति भावाभावप्रकारकत्वे सति किञ्चित् तावदागतम् अस्तु अग्रे प्रथमं अस्तु. यत्र तु प्रतिबद्धज्ञाने एव अभावः प्रकारः, तत्र भावरूप एव अभावः. प्रतिबन्धकज्ञाने प्रकारीभूय विरोधित्वं सम्पादयति. अस्तु, यथा पर्वतः वन्य अभाववान् इति अनुमितिश्चेत् इष्टा, तत्र प्रकारः वन्य अभावः, तदभावः इत्युक्ते वन्य अभावाभावः, सः यदि विरोधिज्ञाने प्रकारः तर्हि सिद्धा एव अभाव अवगाहित्वात् विरोधिता. अस्ति तावदेव. इतोपि अग्रे पठतु. यदि च वह्नि प्रकारः, क्षम्यताम् एकनिमिषं, पूर्वस्मिन् परिच्छेदे ईषदः वाग्निमान् इति निश्चयः यस्य पुरुषस्य अस्ति इति दत्तमस्ति. द्वितीयपरिच्छेदे वाग्नि अभाववान् इति निश्चये भवति प्रकारः इति भिन्नभिन्न उदाहरणम् अस्ति वा? आमां भिन्नभिन्न उदाहरणं, यत्किमपि अत्र प्रदः इति नास्ति, यत्किमपि स्वीकर्तुं शक्यते. घटः भूतले वर्तते, भूतलं घटवत् इति अनुमानं प्रति प्रतिबन्धकज्ञानं किं भवेत् सति भगिनी वदतु. यदि भूतलं घटवत् इति अनुमानं भवेत् इष्टा अस्ति चेत्, अनुमितिः इष्टा अस्ति चेत् प्रतिबन्धकज्ञानं किं भवेत्? भूतलं घट अभाववत्. उभयत्र भूतलम् इति समानविशेष्यम् अस्ति. एकत्र यत् प्रकारविधया भासते प्रतिबद्धज्ञाने, यत् प्रकारविधया भासते तत् प्रतिबन्धकज्ञाने तस्यैव अभावः भासेत. तावदेव, यत्किमपि स्वीकर्तुं शक्यते. अतः एव अग्रे इदानीं यद् महोदय पठति, यदि च वह्निः प्रकारः, अग्रे वह्निः प्रकारः तदापि पर्वतो वन्य अभाववान् इति अनुमितेः प्रतिबन्धः आनुभविकः. तदेव अत्र लिखितमस्ति. तर्हि अत्र एतावत्पर्यन्तम् एतस्मिन् परिच्छेदे प्रतिबद्धज्ञाने अभावः प्रकारः अस्ति, सः अभावः भावरूपप्रतिबन्धकज्ञाने आगच्छति, अतः तत्र विरोधत्वं सम्पादयति प्रतिबन्धकज्ञाने अस्ति चेत् इति वक्तव्यं. यदि प्रतिबद्धज्ञाने प्रकारः अभावरूपः अस्ति चेत् प्रतिबन्धकज्ञाने भावरूपः भवेत् प्रकारः. यदि प्रतिबद्धज्ञाने भावरूपः अस्ति चेत् प्रकारः, प्रतिबन्धकज्ञाने अभावरूपः भवेत्. सत्यं, विपरीतरीत्या. तावदेव. अस्तु अग्रे. तत्र तत्र विरोधिज्ञाने यः प्रकारः वह्निः, सः वन्य अभावाभावः एव इति केवलव्यतिरेकिप्रकरणे उक्तम्. अस्तु, उक्तं हि तत्र गन्धः गन्धाभावः इति द्वौ विभागौ. तत्र समानाम् अभावानां गन्धे अन्तर्भावः, विषमाणां गन्धाभावरूपता. तद्वदेव प्रकृतेऽपि वन्याभावाभावः वह्निरूप इति पर्वतः वह्निमान् इति निश्चयोऽपि अभावप्रकारकत्वात् भवति प्रतिबन्धकः. तथा चाहत्य समानाकारकत्वम् इत्थं फलति, विशेषं समानं भवेत् भावाभावौ च प्रकारौ इति. अस्तु, तावदेव. तदेव पुनः तदेव अत्र अस्ति. समानाकारकत्वम् इत्युक्ते किं? तर्हि अन्यदपि उदाहरणं स्वीकृत्य, अत्र गन्धः गन्धाभावः इति अपि यदा प्रकाररूपेण भवति चेत्, अपि च विशेषं समानं भवति चेत् तत्रापि समानाकारकत्वम् आगच्छति. तदेव अत्र पुनः अत्र वाक्यवार्ता किम् इति चेत्, वन्याभावाभावः इत्यनेन वह्निः उक्तः इति व्यतिरेक केवलव्यतिरेकस्थले निरूपितं खलु. आम् आम्. इत्युक्ते वह्निः वह्निः अभावः इति पदार्थद्वयं. तदनन्तरं यदि अभावः इति योजयामः पुनः वह्निः इत्यस्मिन् अन्तर्भूतं भवति. यदि वह्निः अभावाभावाभावः इति वदामश्चेत् वह्निः अभावे तद् अन्तर्भूतं भवति इति कृत्वा एकः भावः अन्यः अभावः इति तावत् स्वीकुर्मश्चेत् पर्याप्तम् इति एतत् सर्वम् अस्माभिः चिन्तितं. तर्हि समान आकारकत्वम् इत्युक्ते समानविशेष्यत्वे सति समान अत्र समीचीनतया लिखितं वा समान विशेष्यवत्त्वे सति इति प्रायः भवेत् खलु. अस्तु, समानविशेष्यवत् भवेत् खलु. किमर्थम् इत्युक्ते समान आकारकत्वं समानविशेष्यत्वं विशेष्यत्वं तु विशेष्ये अस्ति खलु. आम् सत्यं, विशेष्ये विशेष्यत्वम् अस्ति. तर्हि विशेष्यवत्त्वम् इति लेखनीयम्. आम् सत्यम्. अत्र तत्र समान आकारकत्वम् इत्थं फलति इति लिखितम्. अतः अत्र उल्लेखितमत् विशेषं समानं भवेत्, भावाभावौ च प्रकारौ भवेत्, तदा समानाकारकत्वं जायते इति भवति. तर्हि समानविशेष्यवत्त्वे सति भावाभावप्रकारवत्त्वे सति तावदेव तु न खलु. सत्यं, प्रतिबन्धकज्ञाने प्रतिबद्धकज्ञाने यद् विशेष्यमस्ति तदुभयं समानं भवेत्. तर्हि समानविशेष्यवत्त्वं ज्ञाने भवेत्, उभयोः ज्ञानयोः भवेताम्. अस्तु, परिष्कृतं. समानविषये विशेष्यवत्त्वे सति प्रकारकवत्त्वे नास्ति, प्रकारवत्त्वे सति. अस्तु, तावदागतम्. अग्रे पठतु महोदय. अस्तु, अग्रे. हा, प्रमायाः इव भ्रमस्यापि प्रतिबन्धकत्वम् इति विषयः. द्वितीयबिन्दुः अस्ति, अयं च प्रतिबद्ध्यप्रतिबन्धकभावः प्रमा अप्रमा साधारणः. अस्तु, प्रमा अप्रमा साधारणः, स आधारणः इति अस्ति वा तत्र? न, साधारणः इति एव, अप्रमा साधारणः, प्रमा अप्रमा साधारणः. अस्तु, तर्हि प्रतिबद्ध्य अपि च प्रतिबन्धकभावः इत्यस्य सामान्यरीत्या प्रमा अपि च अप्रमा अथवा भ्रमा इति एव वयं जानीमः, तदेव इत्युक्ते प्रतिबद्ध्यज्ञानं प्रमात्मकं भ्रमात्मकम् अपि भवितुम् अर्हति, प्रतिबन्धकज्ञानं प्रमात्मकं भ्रमात्मकं वा भवितुमर्हति सामान्यस्थले. सामान्यस्य सत्यं इत्युक्ते ह्रदः वस्तु भवतु, पर्वतः वह्नि अभाववान् इति भ्रमात्मकनिश्चयः यस्मिन् अस्ति, वस्तुतः तत्र वह्निः अस्ति इति चिन्तयतु. अस्तु, किन्तु पर्वतः वह्नि अभाववान् इति भ्रमात्मकनिश्चयः यस्मिन् अस्ति तस्मिन् पर्वतः वह्निमान् इति प्रमात्मकम् अनुमितिः न जायते खलु. सत्यं, न जायते. एवं पर्वतः वह्नि मान् इति प्रमात्मकनिश्चयः यस्मिन् अस्ति तस्मिन् पर्वतः वह्नि अभाववान् इति भ्रमात्मक अनुमितिः न जायते खलु. न जायते, सत्यम्. इति कृत्वा सामान्यप्रतिबन्धप्रतिबन्धकभावे प्रमा अप्रमा साधारणः अस्ति. एकं प्रमा अस्ति चेत् द्वितीयं इत्युक्ते यत्किमपि भवितुमर्हति, प्रमा वा भ्रमा वा भवितुमर्हति. यदि समानविशेष्यवत्त्वम् अपि च समान भावाभावप्रकारवत्त्वम् अस्ति चेत् भवतु, द्वयोः मध्ये प्रतिबद्धप्रतिबद्धकभावः सिद्ध्यति इति आशयः. अस्तु, अग्रे पठतु. इदमत्र विवक्षितम्. इदमत्र विवक्षितं, कस्यचित् ज्ञानस्योत्पत्तेः प्राक् तस्य पुरुषस्य पूर्वोक्तः समानाकारकः विरोधिनिश्चयः अस्ति चेत् तत्पुरुषस्य तज्ज्ञानं न उत्पद्यते. तदेव अत्र उल्लेखितं यत् भगवान् उक्तवान् यद् ज्ञानं विरोधी तेन प्रमारूपेण एव भवति भवितव्यम् इति न नियमः ज्ञानं प्रमारूपेण एव भवति इति नियमः नास्ति भ्रमात्मकज्ञानम् अपि भवितुमर्हति तर्हि तस्य विरोधि प्रमात्मकज्ञानम् अपि भवितुमर्हति यथा पर्वतः वन्यभाववान् इति निश्चयः भ्रमरूपः अस्ति कस्यचित् पुरुषस्य तस्य पर्वतः वन्यमिति ज्ञानं न भवति हा तदेव अधुना उक्तवान् प्रतिबन्धकं चेत् प्रमा सुतराम् एव प्रतिबन्धकं चेत् प्रमा सुतरामेव हा अत्र भ्रमा इति प्रतिबद्ध अस्ति अतः प्रतिबन्धकं प्रमा सर्वदा प्रमा एव भवति प्रतिबन्धकम् इति अतः न इदं मन्तव्यं यत् प्रतिबन्धकं ज्ञानं तत् प्रमारूपम् एव भवेत् एवं च समानाकारकत्वं संयोज्य प्रकृतविषयं ब्रूमश्चेत् इत्थं भवेत् व्यवस्था अस्तु प्रथममस्ति समानाकारकः द्वितीयमस्ति भ्रमरूपः प्रमारूपः वा निश्चयः ज्ञानं प्रतिबध्नाति तृतीयम् अथ तृतीयोऽयं विशेषः अस्तु अग्रे तृतीयम् आगच्छति परन्तु एतावत्पर्यन्तं समानाकारकः इति भवेत् प्रतिबद्ध अपि च प्रतिबन्धकज्ञानयोः मध्ये अपि च तयोः ज्ञानयोः भ्रमरूप अपि भवितुम् अर्हति प्रमारूप अपि भवितुम् अर्हति तर्हि हा तावदेव वयम् आगतम् अग्रे तृतीयमपि विशेषः अस्ति अस्तु उत्तमं महोदय धन्यवादः अग्रे वर्षा भगिनी पठति वा हेत्वाभासप्रकरणे हेत्वाभासप्रकरणे विरोधिनः प्रमात्वमेव यद्यपि भ्रमप्रमयोः समान आकारकयोः निश्चययोः प्रतिबन्धकत्वं निश्चितं तथापि हेत्वाभासप्रकरणे तत् विरोधिज्ञानं सर्वदा प्रमारूपमेव भवेत् कुतः परामर्शनिरूपणावसरे असकृत् आवेदितं यत् परामर्शे साध्यनिरूपिता व्याप्तिः पक्षवृत्तित्वं च हेतौ भासते इति उक्तं च एतत् प्रकरणादौ यत् यस्मिन् हेतौ व्याप्तिपक्षधर्मतारूपं गुणद्वयं सह सत् हेतुः यस्य तु अनयोः गुणयोः मध्ये एकः न स्यात् सः दुष्टः हेतुः इति तत्पूर्वमपि दृष्टं महोदय हेतौ द्वे द्वौ गुणौ भवेत् इति गुणौ भवेत् इति एकः तु व्याप्तिः द्वितीयं गुणौ इति द्विवचने अस्ति भवेताम् व्याप्तिः अपि च पक्षवृत्तित्वं यदि द्वे अपि सन् द्वौ अपि स्तः तर्हि तद्हेतु सद्हेतु भवति यदि एकः अपि नास्ति एकः नास्ति तर्हि तद् दुष्टः हेतु भवति इति परामर्श इति दत्तमस्ति अपि च अत्र प्रथमवाक्ये दत्तमस्ति हेत्वभासप्रकरणे विरोधिज्ञानं सर्वथा प्रमारूपमेव भवेत् अत्र भ्रमाज्ञानं न भवितुम् अर्हति विरोधिज्ञानम् इति यदि तत् विरोधिज्ञानं भ्रमा भवति तर्हि अत्र ज्ञाने दोषः न कर्तुं शक् वक्तुं शक्यते इति कृत्वा प्रमारूपमेव भवेत् इति दत्तमस्ति हा तादृशं तावत् न चिन्तितं किन्तु समीचीनम् इत्युक्ते हेत्वाभासस्थले प्रतिबद्ध्यज्ञानं कीदृशमस्ति प्रतिबद्ध्यज्ञानं भ्रमात्मकं वा भ्रमात्मकं वा भ्रमा अस्ति भ्रमा सर्वदा प्रतिबद्ध्यज्ञानं हेत्वाभासस्थले प्रतिबद्ध्यज्ञानं सर्वदा भ्रमात्मकमेव अस्ति इति कृत्वा तस्य विरोधिः प्रतिबन्धकज्ञानं प्रमात्मकमेव भवेत् बुद्धं खलु इत्युक्ते द्वितीयबिन्दौ प्रतिबन्धकप्रतिबद्ध्यभावः भवेत् चेत् तत्र प्रमाभ्रमा साधारणमस्ति इत्युक्ते तत्र एकं प्रमात्मकमस्ति चेत् अन्यद् भ्रमात्मकं भवितुमर्हति केवलं प्रतिबद्ध प्रतिबन्धक भावं वक्तुं यत्किमपि भवितुमर्हति, किन्तु हेत्वाभासस्थले प्रतिबद्ध्यज्ञानं सर्वदा भ्रमात्मकम् अस्ति इति कृत्वा तस्य तस्मिन् ज्ञाने दोषं कल्पयितुं यद् ज्ञानं प्रतिबन्धकज्ञानं वदेम तद् ज्ञानं सर्वदा प्रमात्मकमेव भवेत् इति आगतम्. अस्तु अग्रे पठतु भगिनि. एवं सति यस्मिन् हेतौ अनयोः एकतरत् नास्ति अवश्यं सः परामर्शः भ्रमः भवेत्. तदभाववति तत् प्रकारत्वे सति ज्ञानत्वं हि भ्रमलक्षणम्. तत् पूर्वमपि दृष्टं प्रकृते तत्पदेन व्याप्तिग्राह्य तत् अभावः व्याप्त्यभावः. तत् अभाववान् हेतुः तस्मिन् हेतौ व्याप्तिम् अवगाहते इदं ज्ञानम् इति अवश्यं भवेत् सः भ्रमः. इत्थमेव पक्षवृत्तित्वं परामर्शे विषयः. यस्य हेतोः पक्षवृत्तित्वं नास्ति तस्य पक्षवृत्तित्व अवगाहने भवेदेव परामर्शः भ्रमः. एवं च हेतोः दुष्टत्वे परामर्शस्य व्याप्यंशे पक्षधर्मत्वांशे वा भ्रमत्वम् आवश्यकम् इति फलितम्. तदपि तदेव दत्तमस्ति महोदय. दोषद्वयं भवितुमर्हति. एकं तु परामर्शज्ञाने परामर्शज्ञानं भ्रमज्ञानं भवति यदि व्याप्तिं वा पक्षधर्म व्याप्ति वा पक्षधर्मता वा हेतौ नास्ति चेत्. इत्युक्ते अनुमितिः भ्रमः भवेद् चेत् परामर्शः सामग्र्यां किञ्चित् दोषः भवेत्, परामर्शे भ्रमः भवेत्. परामर्शे भ्रमः भवेत् चेत् व्याप्तौ भ्रमः भवेत्, व्याप्तिज्ञाने भ्रमः भवेत्, नो चेत् पक्षधर्मताज्ञाने भ्रमः भवेत्. अस्तु अग्रे. एतादृशेन भ्रमात्मकेन परामर्शेन अनुमितिजनने सा अपि भवेत् भ्रमरूपा. अत्र अनुमितिः अपि भ्रमरूपा भवति इति. तर्हि आहत्य परामर्शः जनकं ज्ञानम्, अनुमितिः जन्यं ज्ञानम्, अनयोर्मध्ये कस्यचित् कस्मिंश्चित् अंशे भ्रमत्वम् आवश्यकं चेत् किं भवेत् तस्य प्रतिबन्धकम्? तत् समान आकारकं प्रमात्मकम् एव ज्ञानम् सिद्धस्तर्हि तृतीयः नियमः प्रकरणे अस्मिन् यत् प्रतिबन्धकं ज्ञानं तत् प्रमारूपमेव भवेत् भवति. तमेनं विषयं चित्रमपि इत्थं साधयेत्. अत्र चित्रमपि दत्तमस्ति. परामर्शज्ञाने चतुर्थ अंशाः सन्ति, पक्षधर्मता, हेतुः, व्याप्तिः, साध्यमिति. अत्र साध्यव्याप्तिः अपि च पक्षवृत्तिः द्वयोः यदि हेतौ अस्ति तर्हि तत् प्रमात्मकं भवति. परन्तु दुष्टहेतौ यदि साध्यव्याप्ति अभावः वा पक्षवृत्तित्व अभावः हेतौ अस्ति तत् प्रमात्मक अनुमिति एव जनयति इति. सत्यम्. अत्र नियमः प्रकरणे अस्मिन् इति पदेन किम् अवगन्तव्यम्? अन्तिमवाक्ये सिद्धस्तर्हि तृतीयः नियमः प्रकरणे अस्मिन् यत् प्रतिबन्धकं ज्ञानम् उत्तमम्. तर्हि द्वितीयबिन्दौ किम् उक्तम्? प्रतिबन्धकप्रतिबद्धभावम् केवलं तावदेव वदामश्चेत् यत्किमपि एकं ज्ञानं प्रमात्मकं वा भ्रमात्मकं भवति चेत् अन्यत् ज्ञानं प्रमात्मकं वा भ्रमात्मकं वा भवितुमर्हति. किन्तु हेद्वाभासस्थले सर्वदा प्रतिबद्धज्ञानं भ्रमात्मकम् अस्ति इति कृत्वा प्रतिबन्धकज्ञानं प्रमात्मकम् एव भवेत् इति आगतम्. तर्हि इदानीं तृतीयनिकष अपि आगतम्. अत्र प्रतिबन्धकज्ञानस्य लक्षणं मया लिखितं खलु, प्रमात्मत्वे सति इति लिखितं. तदपि अत्र तृतीयबिन्दौ आगतं, प्रमात्त्वे सति. अस्तु अग्रे भगिनि. आम् अतः परामर्शः भ्रमः अनुमितिः अपि भ्रमः। एकनिमिषं स्वामिमहोदय किमपि वक्तुमिच्छति वा? आं महोदय, प्रश्नः अस्ति अत्र प्रथमपरिच्छेदं महोदय यत् पठितम् अतः नेदं मन्तव्यं यत् प्रतिबन्धकं ज्ञानं तत् प्रमारूपं भवेत्। प्रमारूपं भवेत् इति न मया न सम्यक् अन् कुत्र पठितं? 223 महोदय प्रथम परिच्छेदे तत्र अतः लास्ट् बट् सेकेण्ड् लैन् अतः नेदं मन्तव्यं यत् प्रतिबन्धकं ज्ञानं तत् प्रमारूपं भवेत् इति न मन्तव्यम् इति लिखितं महोदय, किन्तु सामान्य हेत्वाभासस्थले नास्ति, सामान्यस्थले इत्युक्ते ज्ञानद्वयोः मध्ये प्रतिबन्धकभावः वक्तव्यं चेत् तदेव मया उक्तं खलु, यदि पर्वतः वह्निमान् इति अनुमितिः न भवेत् चेत् तस्य प्रतिबन्धकज्ञानं किं भवेत्? भवानेव वदतु। वह्निमान् इति अनुमितिः न भवेत् चेत् प्रतिबन्धकज्ञानं किं भवेत्? पर्वतः जलवान् वह्नि अभाववान् भवतु, जलवान् इति मा वदतु, अत्र प्रतिबन्धकप्रतिबन्धप्रतिबद्धप्रतिबन्धकज्ञानयोः मध्ये प्रकारे भावाभाव सम्बन्धः भवेत् खलु? आं महोदय। तर्हि जलवान् इति मा वदतु, पर्वतः वह्नि अभाववान् पर्वतः वह्निमान् इति अनुमितिः न भवेत् चेत् प्रतिबन्धकज्ञानं किं भवेत् मयि? पर्वतः वह्नि अभाववान् इति ज्ञानं मयि अस्ति चेत् पर्वतः वह्निमान् इति अनुमितिः जायते वा न वा? आं महोदय, जायते वा न वा? न जायते, न जायते, न जायते खलु, न जायते। इदानीं पर्वतः वह्नि अभाववान् इति यत् प्रतिबन्धकज्ञानं मयि अस्ति, स च ज्ञानं प्रमात्मकं भवेत् वा भ्रमात्मकं भवेत् वा इति नियमः अस्ति वा? तद् तस्य उपरि प्रारम्भवाक्यं यदस्ति तस्य उपरि तद् न मम वाक्यं त्यजतु, मम प्रश्नं श्रुत्वा भवान् किं चिन्तयति तद् वदतु। भ्रमा वा भवेत् भ्रमा वा भवेत् उभयमपि भवितुमर्हति खलु, वास्तविकम् इति नास्ति, यद्यपि इदानीं पर्वते वह्निः अस्ति इति चिन्तयतु तदेव वास्तविकस्थितिः अस्ति, किन्तु यदि मयि पर्वतः वह्नि अभाववान् इति निश्चयात्मकज्ञानम् अस्ति चेत् भ्रमात्मकज्ञानम् अस्ति चेत् तत् प्रतिबन्धकं भवति खलु, पर्वतः वह्निमान् इति अनुमितिं प्रति तादृशज्ञानं प्रतिबन्धकं भवति खलु, तदेव अत्र लिखितं। द्वितीयबिन्दौ प्रतिबन्धकज्ञानं प्रमा भवितुमर्हति भ्रमा भवितुमर्हति, प्रतिबद्धज्ञानमपि भ्रमा भवितुमर्हति प्रमा भवितुमर्हति इति सामान्यनियमः। प्रतिबन्धक प्रतिबद्ध्यभावनिरूपणार्थम् एतादृशम् अत्र प्रमा वा भ्रमा वा इति चिन्तनमेव न कार्यम्, समानविशेष्यः भवेत् उभयोः, एकस्मिन् यत् प्रकारविधया भासते अन्यस्मिन् तस्य अभावः प्रकारविधया भासेत तावदेव, किन्तु हेत्वाभासस्थले इदानीं भवान् वदतु हेत्वाभासस्थले किम्? हेत्वाभासस्थले प्रतिबद्ध्यज्ञानं प्रमात्मकं भवति वा भ्रमात्मकं भवति वा? भ्रमात्मकम्। हा, सर्वदा भ्रमात्मकं भवेत् खलु? सर्वदा भ्रमात्मकं। हा, हेत्वाभासस्थले प्रतिबद्ध्यज्ञानं सर्वदा भ्रमात्मकं भवेत् इति कृत्वा तस्य प्रतिबन्धकज्ञानं कीदृशं भवेत्? सर्वदा भ्रमात्मकं भवेत्। तावदेव उक्तमत्र। ओ अस्तु, तावदेव उक्तम्। हेत्वाभासे पूर्वस्मिन् वाक्ये तत् हेत्वाभासः न लिखितम्। अस्तु, सत्यम् इति सामान्यनियमः तत्र। क्रमेण गच्छति सः, तावदेव प्रतिबन्ध प्रतिबध्य भावसम्बन्धः तयोः भवति इति चिन्तनार्थं ज्ञानं प्रमात्मकं वा भ्रमात्मकं वा इति न चिन्तनीयम् एव। किन्तु हेत्वाभासस्थले प्रतिबध्यज्ञानं सर्वदा भ्रमात्मकं भवति इति कृत्वा प्रतिबन्धकज्ञानं सर्वदा प्रमात्मकम् एव भवेत् नियमेन। अस्तु, उत्तमम्। वर्षा भगिनी पूरयतु। अतः अतः परामर्शः भ्रमः, अनुमितिः अपि भ्रमः। अतः अनयोः विरोधिनिश्चयः प्रमात्मकः इति, तथा च त्रिभिः विशेषैः अयं निष्कर्षः फलितः यत् यद्यपि प्रतिबन्धाय समान आकारकः भ्रमरूपः प्रमारूपः वा निश्चयः समर्थः, तथापि हेत्वाभासप्रकरणे जनकस्य परामर्शस्य जन्यायाः अनुमितेः वा भ्रमरूपत्वेन प्रतिबन्धकः निश्चयः अवश्यं प्रमारूप एव भवेत् इति। तदेव दत्तमस्ति महोदय, अत्रापि प्रतिबन्धकज्ञानं प्रमारूपमेव भवेत् हेत्वाभासप्रकरणे। यद्यपि वयं पूर्वम् उक्तवन्तः अत्र प्रतिबन्धकज्ञानं भ्रम वा प्रमा वा भवितुमर्हति इति, तथापि अत्र अहं प्रश्नं पृच्छामि, तस्य उत्तरं वदतु। सामान्य एतावत्पर्यन्तं यदस्माभिः पठितं तदाधारीकृत्य प्रतिबन्धकत्वम् इत्यस्य लक्षणं किं? सामान्यप्रतिबन्धकत्वम् इत्यस्य लक्षणं समान आकारकत्वे सति। अतः समान आकारकत्वम् इत्यस्मिन् स्थाने अन्यत् स्थापयतु। समान आकारकत्वम् इत्युक्ते किम् इति अपि अवगन्तं खलु? हा महोदय, समानविशेष्यं भवति इति, समानविशेष्यत्वे विशेष्यवत्वे सति, विरोधिप्रकारकत्वे सति इति, अत्र भावाभावप्रकारकत्वे सति। भावाभाव हा महोदय, सामान्यप्रतिबन्धकत्वं प्रतिबन्धकत्वस्य सामान्यलक्षणं भवति प्रतिबन्धकज्ञानस्य, ज्ञानम् इति अपि योजनीयम्, प्रतिबन्धकज्ञानस्य सामान्यलक्षणं भवति समानविशेष्यवत्वे सति भावाभावप्रकारवत्वम्। किन्तु हेत्वाभासस्थले प्रतिबन्धकज्ञानस्य लक्षणं किम्? अत्र प्रमात्वे सति इति पूर्वं योजनीयं, प्रमात्वे सति समान आकारकत्वं सामान्यविशेष्यवत्वे सति भावाभावप्रकारवत्वं प्रकारवत्वज्ञानम् इति। उत्तमम्, उत्तमम् इति आगतं, तदेव अत्र लिखितम्। अस्तु, अग्रे गच्छेम। धन्यवादः भगिनि। सत्यभौम भगिनि पठति किम्? आं महोदय, भ्रम प्रमेयोः विषयवैलक्षण्यं चतुर्थविधः विशेषः ज्ञानविषयाणां स्वभावविषये इह चिन्तयः। ज्ञानं भ्रमरूपं प्रमारूपं वा विषयितुं विषयेषु विषयदा निरूपयति। प्रमायां विद्यमानः प्रकारः भ्रमे च अविद्यमानः, तयोः मध्ये प्रमायां प्रकारस्य विशेषे विद्यमानत्वमपि अबाधितम् इति को अस्य निश्चयस्य विषयः इति प्रश्ने विशिष्टविशेष्यः शक्यः निरूपयितुं। यथा वक्ष्यमाणस्थले वह्निः अनुष्णः द्रव्यत्वात् इत्यत्र बाधाख्यहेत्वाभासः निरूपयिष्यते। अनुष्णः इति साध्यनिर्देशः, ततश्च पुटसङ्ख्या 209 पूर्वोक्तरीत्या तदुत्तरं भावार्थकत्वाप्रत्ययः मधुप्रत्ययश्च कार्यः वह्नि अनुष्णत्ववान् इति भवेत् प्रतिज्ञा आकारः। चतुर्थविशेषः, इदानीं पर्यन्तं त्रयः निकषाः उक्तवन्तः, अत्र हेतुवापासप्रसङ्गे चतुर्थनिकषः का इति पश्यामः। इति प्रतिबन्धकज्ञानस्य प्रतिबन्धकप्रतिबद्ध्यभावसम्बन्धः तत्र निकषः इति द्वयोः ज्ञानयोः मध्ये प्रतिबन्धकप्रतिबद्ध्यभावः अस्ति इति निरूपयितुं के निकषाः इति चिन्तनं, काः निकषाः इति चिन्तनम्। अत्र ज्ञानविषयाणां स्वभावविषये इह चिन् एषः बिन्दुः ज्ञानविषय आधारीकृत्य उक्तः अस्ति। ज्ञानं समारूपं वा प्रमारूपं वा सर्वदा ज्ञानं विषयदा निरूपिता अस्ति। अतः यदि तद् भ्रमरूपं वा प्रमारूपं वा तत्र विषयदा निश्चयेन अस्ति, विषयदाः एव निरूपयति। प्रमायां प्रमायाः प्रकारः विद्यमानः अस्ति, परन्तु प्रमायाः अविद्यमानः इति भ्रमाज्ञानस्य आकारः रजतत्वे रजतं दृश्यते चेत् प्रमायाः लक्षणं किं तद्वदि तत्प्रकारः अयम् तद्वदि तत्प्रकारकज्ञानं प्रमायाः लक्षणं भ्रमस्य लक्षणं तदभावे तद्बुद्धिः तदभाववति अभावे नास्ति अभाववति, अनयोः मध्ये भेदः अस्ति। तर्हि भ्रमलक्षणे अविद्यमानत्वं तद् अभाववति इति उक्तं खलु, किन्तु प्रमालक्षणे तद्वति इति उक्तम् इति एव अत्र लिखितमस्ति, विद्यमानः प्रकारः अविद्यमानः प्रकारः इति उक्तम्। तदनन्तरं प्रकारस्य विशेष्ये विद्यमानत्वमपि अविद्यमान तयोः मध्ये प्रमायां प्रकारस्य विशेष्ये विशेष्ये अपि तद् बाधितमेव। अत्र विशेष्यं प्रमाज्ञाने विशेष्यमस्ति रजतमेव, किन्तु भ्रमाज्ञाने तद् सुप्तौ। अत्र यद् उदाहरणमस्ति तत् स्वीकृत्य वदतु, नो चेत् भवत्याः मनसि किम् उदाहरणमस्ति इति उक्त्वा प्रतिपादयतु। ओके, अत्र वह्निः अनुष्णः वह्निः अनुष्णत्ववान् वह्निः अनुष्णत्ववान् वह्निः अनुष्णः अनुष्णः इति एव द्रव्यत्वाद् इति अत्र प्रमाज्ञाने वह्निः उष्णवान् इति प्रमाज्ञानम् वह्निः अनुष्णवान् इति प्रमाज्ञानम् उष्णस्य अभावः। अत्र वह्नौ उष्णस्य अविद्यमानत्वम् एकस्मिन् पक्षे, उष्णस्य विद्यमानत्वम् अन्यस्मिन् पक्षे। सत्यं, तर्हि वह्निः अनुष्णत्ववान् इत्यत्र इति कीदृशज्ञानं प्रथमं, वह्निः अनुष्णत्ववान् इति प्रतिबद्ध्यज्ञानं वा प्रतिबन्धकज्ञानं वा? अनुष्णत्ववान् इति प्रतिबद्ध्यज्ञानं। उत्तमम्, अस्मिन् ज्ञाने विशेष्यः कः? वह्निः विशेष्यः। उत्तमं, प्रकारः कः? अनुष्णत्ववान् इति विशेष्यः अनुष्णत्वं प्रकारः पुनः वदतु प्रकारः कः वह्निः अनुष्णत्ववान् इति आकारः खलु महोदय प्रकारः कः इति मया पृष्टम् आकारः किमर्थं वदति समीचीनम् इत्युक्ते प्रतिमध्यज्ञानस्य आकारः कः इति चेत् वह्निः अनुष्णत्ववान् इति ज्ञानस्य आकारः तत्र विशेष्यं किं वह्निः प्रकारः कः अनुष्णत्वं तावदेव वक्तव्यम् अनुष्णत्वम् समीचीनं तर्हि इदानीं तस्य प्रतिबन्धकज्ञानस्य आकारः कः वह्निः उष्णः इति उष्णवान् वह्नौ उष्णत्वम् इति उष्णत्ववान् वह्निः वह्निः उष्णत्ववान् वह्निः उष्णत्ववान् अस्मिन् प्रतिबन्धकज्ञाने विशेष्यं किम् वह्निः एव प्रकारः कः उष्णत्वम् उत्तमम् इति अत्र प्रतिबन्धकज्ञानं प्रतिबध्यभावः निरूपितः खलु इत्युक्ते समानविशेष्यत्वमस्ति विशेष्यवत्वमस्ति भावाभावप्रकारवत्वमस्ति तदनन्तरं प्रमात्वमपि अस्ति प्रतिबन्धकज्ञाने किमर्थमित्युक्ते वह्निः उष्णवान् एव खलु उष्णस्पर्शवान् वह्निः इति एव वह्नेः लक्षणं तावदागतम् अग्रे पठतु अत्र अत्र अनुष्णत्वं साध्यं न हि इदं वह्नौ भवति अतः अत्र साध्याभाव अनुष्णत्वाभाव उष्णरूपः पक्षे अस्ति वह्निः उष्णत्वरूपः पक्षे अस्ति वह्निः अनुष्णत्ववान् इत्यनुमितिं प्रति वह्निः उष्णत्ववान् इति निश्चयः प्रतिबन्धको भवति अत्र विशेषणम् उष्णत्वं विशेषः वह्निः तथा च कोऽस्य निश्चयस्य विषयः इति प्रश्ने सति अनुष्णत्वरूपविशेषणस्य वह्निरूपविशेष्ये सत्त्वात् इत्थं शक्यते उत्तरयितुम् उष्णत्ववत् वह्निः अस्य ज्ञानस्य विषयः अत्र अनुष्णत्वं साध्यं भ्रमज्ञानस्य विषये उक्तमस्ति अनुष्णत्वं साध्यं न हि इदं वह्नौ भवति अतः साध्याभावः अनुष्णत्वाभावः उष्णरूपः पक्षे अस्ति साध्यम् अनुष्णत्वम् अस्ति साध्याभावः अनुष्णत्वाभाव उष्णत्वाभावाभावः उष्णरूपं उष्णः पक्षे अस्ति वह्नौ उष्णवान् इति एव पक्षे तदेव वह्नौ उष्णत्वमेव अस्ति तदेव निश्चयज्ञानं तदस्ति प्रति वह्नौ उष्णत्ववान् इति निश्चयः तदस्ति प्रतिबन्धक अपि भवति तत् समीचीनं वा महोदय अत्र नूतनं किमपि नास्ति पुनः पुनः तदेव वदति विशेषणम् उष्णत्वं विशेषं वह्निः कोऽस्य निश्चयस्य विषयः प्रश्ने सति उष्णत्वरूपविशेषणस्य वह्निरूपविशेष्ये सत्त्वात् शक्यते उत्तरयितुम् उष्णत्ववत् वह्निः इति अस्य ज्ञानस्य विषयः ज्ञानस्य विषयः उष्णत्वरूपवह्निः उष्णत्ववत् वह्निः इति उक्तम् तर्हि उष्णत्ववत् वह्निः इति निश्चयात्मकज्ञानं प्रतिबन्धकं भवति वह्निः अनुष्णः इति अनुमितिं प्रति तदेव अत्र निश्चयस्य अत्र निश्चयात्मकं भवेत् इति वक्तुम् इच्छति आचार्यः एतावत्पर्यन्तं त्रीणि दलानि योजितानि खलु समानविशेष्यवत्वे सति भावाभावप्रकारवत्वे सति प्रमात्वम् इति योजितम् इदानीं चतुर्थनिकषा अपि योजनीया निश्चयत्वं प्रमात्वे सति निश्चयत्वम् इति निश्चयत्वमपि योजनीयम्. अस्तु अग्रे पठतु भगिनि. भ्रमास्थले यद्यपि अत्रैव अनुमितौ तदाकारः वह्निः अनुष्णत्वान् इति शक्यः निरूपयितुं तथापि को अस्य ज्ञानस्य विषयः इति प्रश्ने अनुष्णत्वं साध्यं तदस्ति जलधर्मः न प्रकृतपक्षे वह्नौ अस्ति इति न इदं वक्तुं शक्नुमः. अनुष्णत्ववत् वह्निः अस्य ज्ञानस्य विषयः इति यथा शशविषाणमिति पदार्थः अप्रसिद्धः न केनापि प्रमाणेन न निश्चेतुं शक्यः तद्वदेव अनुष्णत्ववद् वह्निः अपि अप्रसिद्धः. तद् स्पष्टम् अनुष्णत्ववत् अनुष्णत्ववत् वह्निः इति वदामश्चेत् तादृशपदार्थमेव नास्ति अप्रसिद्धः शशविषाणवत्. अस्तु अग्रे. न तदा प्रमास्थले तत्र हि विशेषणं विशेषे आबाधितम् इति अबाधितम् इति विशेषणात् प्रभृतिः विशेष्यपर्यन्तं सर्वान् पदार्थान् अन्तर्भाव्यं अन्तर्भाव्य भ्रूमो वयम् उष्णत्ववत् वह्निः निश्चयस्यास्य विषयः उष्णत्ववत् वह्निः निश्चयस्यास्य विषयः अयं पदार्थः एव अन्ततः हेत्वाभासः इति वच्यते. अत्र प्रमास्थले विशेषणं विशेष्य अबाधितं विशेषणात् प्रभृतिः विशेष्यपर्यन्तं सर्वान् पदार्थान् अत्र हेतु अयं पदार्थः एव अन्ततः हेतुभास इति विशेष्यते. निश्चयज्ञानम् एव हेतुभासे न अत्र भवती न जानाति वक्ष्यते इति लिखितमस्ति खलु. इत्युक्ते अग्रे 247th पेज् मध्ये हेत्वाभासस्य लक्षणं दत्तमस्ति इतोपि विंशतिपुटम् अनन्तरं. ओके. हेत्वाभासः यद्विषयकत्वेन ज्ञानस्य अनुभूतिः प्रतिबन्धकत्वं तत्त्वं हेत्वाभासत्वम् इति कश्चन लक्षणं दत्तमस्ति. भवतु किञ्चन लक्षणं दत्तमस्ति. तर्हि हेत्वाभासः इत्युक्ते किम् इति चेत् उष्णत्ववद् वह्निः निश्चयस्य निश्चितविषयः यदस्ति सः एव हेत्वाभासः इति नाम. प्रतिबन्धकज्ञाने यद् निश्चयात्मकविषयः अस्ति तदेव हेत्वाभासः इति अवगन्तव्यम्. प्रतिबन्धकज्ञाने प्रमात्मक निश्चयात्मक समानविशेष्यत्व भावाभावप्रकारवत्व प्रतिबन्धकज्ञाने यद् विषयमस्ति तस्य विषयस्य नाम अस्ति हेत्वाभासः इति अग्रे वक्ष्यति. भवतु अग्रे पठतु भगिनि. ब्रह्मस्थले ज्ञानविषयः अनुष्णत्वं ब्रह्मस्थले ज्ञानविषयः अनुष्णत्वं वह्निः इति पृथक् पदार्थद्वयं वाच्यं न तु अनुष्णत्ववत् वह्निः अनुष्णत्ववत् वह्निः इति अप्रसिद्धत्वात् अनुष्णत्ववत् वह्निः इति वदति चेत् अर्थबोधः एव न जायते खलु. तर्हि अनुष्णत्वम् इति कश्चन पदार्थः वह्निः इति पदार्थद्वयं वाच्यम् तदेव अत्र अग्रे चित्ररूपेण दत्तमस्ति. अस्तु धन्यवादः भगिनि. रमेश महोदय अत्र चित्रं परिशीलयति वा. आं महोदय. अत्र वह्निः अस्ति वह्निः तस्य विशेष्यम् आधार आदेयभावः अनुष्णत्वभावः विशेषणं प्रकारः. महोदय एवं करोतु अत्र द्वितीय चित्रमस्ति खलु भ्रमः इति. हा तत्र प्रथमं भ्रमस्य लक्षणं वदतु एकवारं। तद् अभाववत् तद् तद् अभाववति तद् अभाववति तत् प्र तत् प्रकारः तत्प्रकारकज्ञानं तदभावति तत्प्रकारकज्ञानं तद्भावति तत्प्रकारकज्ञानं अस्तु। तर्हि तदेव लक्षणं खलु। तर्हि तत् लक्षणवाक्यं स्वीकृत्य अत्र उदाहरणे यद् दत्तमस्ति तद्वदति वा? वह्निः अनुष्णत्वम् अस्ति, अनुष्णत्वं वह्नौ न अस्ति, तर्हि अनुष्णत्वस्य अभावः वह्नौ अस्ति। अनुष्णत्व अभाववती तद् इत्यस्मिन् स्थाने किं स्थापनीयम्? अनुष्णत्वं स्थापनीयं खलु? अनुष्णत्वं स्थापनीयं। तर्हि स्थापयित्वा वदतु अनुष्णत्व अनुष्णत्व अभाववती किं? वह्निः वह्नौ वती इति सप्तमी वह्नौ तत्प्रकारकः तत्र प्रकारः तत् इति प्रथमं तत् इति वदतु। अनुष्णत्वम् एव सत्यं तावदेव अनुष्णत्वप्रकारकज्ञानम् अनुष्णत्वप्रकारकज्ञानं खलु? अनुष्णत्व अभाववती वह्नौ अनुष्णत्वप्रकारकज्ञानं भ्रमज्ञानं भ्रमज्ञानं भवति। उत्तमम्। इदानीं प्रमज्ञानस्य लक्षणं किं? प्रमाज्ञानस्य लक्षणम् अनुष्णत्व लक्षणं वदतु प्रथमं। लक्षणं तद्वति तत्प्रकारज्ञानम् अस्तु तत् तर्हि इदानीं तत् तत् इति योजयतु। तत् इत्युक्ते अनुष्णत्व अभावः अनुष्णत्व अभाववती वह्नौ एकनिमिषम् एकनिमिषम् इदानीं प्रमाज्ञानं वदन्नस्ति भवान्। प्रमाज्ञाने प्रकारः कः? अनुष्णत्व अभावः प्रकारः नास्ति। उपरि किं लिखितमस्ति चित्रं पश्यतु। अनुष्णत्व अभावः एव दत्तमस्ति। अनुष्णत्वाभावाभावः इति दत्तम्। अनुष्णत्व अभावः एव दत्तमस्ति महोदय, अत्र अभाव अभावः न दत्तमस्ति। ओ क्षम्यतां क्षम्यतां, मया दोषेण उक्तम्। आम् उष्णत्वाभावाभावः इति मया चिन्तितम्। अनुष्णत्वाभावः सत्यं सत्यं अनुष्णत्व अभावः इति एव तद् प्रकारः तद् प्रकारः तद्वती अपि तदेव भवति खलु। अनुष्णत्व अभाव अभावः वह्नौ तद्वती अनुष्णत्व अभाववति वह्नौ अनुष्णत्व अभावः अनुष्णत्व अभाव प्रकारकज्ञानम् अनुष्णत्व अभावप्रकारकज्ञानम् इति प्रमा। तर्हि इदानीं प्रमा भ्रमा इति निरूपितं। तर्हि इदानीम् अनयोः मध्ये प्रतिबन्धकप्रतिबध्यज्ञानं निरूपयतु। प्रतिबन्धप्रतिबध्यकभावं निरूपयतु। तर्हि समान आकारकं भवेत् प्रथमम्। समान आकारकम् इत्युक्ते किम्? वह्नि अनुष्णत्व अनुष्णत्व वह्नौ एकनिमिषम् तस्मात् पूर्वं समान आकारकत्वस्य लक्षणं वदतु। समान आकारक वन्नी समानविशेष्यवत्वे सति खलु समानविशेष्यवत्वे सति सति इतोपि एकं दलं वक्तव्यं समानविशेष्यत्वे सति भावाभावप्रकारवत्वम् इति किं मम स्प्रेड्शीट् मध्ये मया लिखितम् अत्र न अस्ति किन्तु तदेव पठितं खलु आं महोदय समानविशेष्यवत्वे सति भावाभावप्रकारवत्वं समान आकारकत्वम् तत्र अपि च एकनिमिषम् अपि च हेत्वाभासस्थले इतोपि एकं दलं योजितं प्रतिबन्धकप्रतिबद्धज्ञाने तत् किम् प्रमात्वे सति उत्तमं तर्हि इदानीं समानविशेष्यवत्वे सति भावाभावप्रकारवत्वे सति प्रमात्वं प्रतिबन्धकज्ञानस्य लक्षणं खलु तर्हि इदानीम् अत्र ज्ञानद्वयमस्ति तत्र प्रथमं वदतु प्रतिबद्धज्ञानं किं प्रतिबद्धज्ञानस्य आकारः कः हेत्वाभासस्थले प्रतिबद्धज्ञानं भ्रम भवति वा भ्रम भवति प्रतिबद्धज्ञानं भ्रम भवति भ्रमज्ञानं किम् अत्र उदाहरणे चित्रे किं लिखितम् एतत् चित्रस्य अस्माकं यच्चित्रं भवान् इदानीं परिशीलयन् अस्ति तस्मिन् चित्रे भ्रमात्मकज्ञानस्य आकारः कः वह्निः अनुष्णत्ववान् वह्निः अनुष्णत्ववान् इति भ्रमाज्ञानं भवति उत्तमं तदेव प्रतिबद्धज्ञानं खलु उत्तमं प्रतिबन्धकज्ञानस्य आकारं किं प्रमाज्ञानस्य आकारं किं वह्निः अनुष्णत्व अभाववान् इति उत्तमम् इति तर्हि इदानीं वह्निः अनुष्णत्व अभाववान् इति प्रतिबन्धकज्ञाने दलत्रयं भवता निरूपणीयम् वह्निः अनुष्णत्ववान् वह्निः अनुष्णत्ववान् इति वह्निः अनुष्णत्व अभाववान् वह्निः अनुष्णत्व अभाववान् तत्र प्रथमदलं किं समानाकारकत्वं तर्हि विशेष्यं सामान्यविषये विशेष्यमस्ति वह्निः महोदय अत्र एकवारं वदतु समानविशेष्यवत्वं समानविशेष्यवत्वं समानविशेष्यवत्वं विषयः भवति अग्निः विशेष्यं भवति अग्निः विशेष्यत्वम् अग्नौ अस्ति विशेष्यवत् विशेष्यवत् इत्युक्ते अग्निवत् विशेष्यवत्वम् अग्नौ भवति खलु तदेव नास्ति विशेष्यः वह्निः खलु विशेष्यः वह्निः महोदय अत्र क्रमेण गच्छेम भ्रमज्ञाने विशेष्यः वह्निः अस्ति तर्हि प्रतिबद्धज्ञाने विशेष्यः अस्ति वह्निः प्रतिबन्धकज्ञाने समानविशेष्यः कः वह्निः तर्हि समानविशेष्यः वह्निः खलु तर्हि समानविशेष्यवत् किम् उत्तमम् उत्तमं प्रतिबन्धकज्ञानं खलु द्वयोः प्रतिबद्धज्ञानमपि वर्णौ एव विशेष्य किन्तु समान अत्र समान इति योजितं खलु हा प्रतिबद्धज्ञानस्य यद् विशेष्यमस्ति तत् समानविशेष्यं विशेष्यः अस्ति वह्निः तर्हि समानविशेष्यवत् प्रतिबन्धकज्ञानमस्ति समानविशेष्यवत्त्वं कुत्र अस्ति ज्ञाने अस्ति प्रतिबन्धकज्ञाने इति वक्तव्यं प्रतिबन्धकज्ञाने अस्ति इति प्रथमदलं निरूपितं खलु एवं द्वितीयदलं भावाभावप्रकारवत्त्वं तद् निरूपयति उष्णत्वम् एकस्थले उष्णत्वम् इति प्रकारः अस्ति द्वितीयस्थले अनुष्णत्वम् एकस्थले प्रकारः अस्ति अनुष्णत्व अभावः द्वितीयस्थले प्रकारः अस्ति तर्हि द्वयोः क्षम्यताम् अत्र एकस्थलम् इति न वदतु इदानीं प्रतिबन्धकज्ञानस्य निरूपणं कुर्वन्तः स्मः खलु प्रतिबन्धकज्ञानस्य स्थले अनुष्णत्व अभावः प्रकारः अस्ति एवं वक्तव्यं महोदय क्षम्यताम् अत्र किञ्चित् स्पष्टीकरणार्थं परिष्करोमि प्रतिबद्धज्ञाने यद् प्रकारविधया भासते अनुष्णत्वं तस्य अभावः अनुष्णत्व अभावः प्रतिबन्धकज्ञाने प्रकारविधया भासते इति कृत्वा भावाभावप्रकारवत्त्वं प्रतिबन्धकज्ञाने आगतं खलु इति वक्तव्यम् इत्युक्ते प्रतिबद्धज्ञाने यद् प्रकारविधया भासते तस्य एव अभावः प्रतिबन्धकज्ञाने प्रकारविधया भासते इति निरूपणीयं तर्हि इदानीं वदतु एकवारं पुनः प्रयत्नं करोतु प्रतिबद्ध ज्ञाने अनुष्णत्वम् इति प्रकारः अस्ति प्रतिबन्धकज्ञाने अनुष्णत्व अभावः इति प्रकारः अस्ति तर्हि प्रतिबन्धकज्ञाने प्रतिबद्धज्ञानमध्ये प्रकारविषये भाव अभाव सम्बन्धः अस्ति हा सत्यं महोदय हा क्षम्यतां तर्हि एतावत्परं केवलम् एतद् दलद्वयं स्वीकुर्मः चेत् दलद्वयं प्रतिबद्धज्ञाने अपि अस्ति प्रतिबन्धकज्ञाने अपि अस्ति तर्हि लक्षणं तु अधुना द्वयोः अपि लक्षणं भवति तदेव समानाकारकत्वम् किञ्चित् परिष्कर्तव्यं मया समीचीनं तदेव चिन्तयन्नस्मि इत्युक्ते समानविशेष्यत्वम् इति स्थापितं खलु सत्यं कस्य अपेक्षया समानमिति प्रतिबद्धज्ञानस्य अपेक्षया समानविशेष्यत्वं तर्हि समानविशेष्यत्वम् इति चेत् केवलं प्रतिबन्धज्ञाने एव भवति विशेष्य इदानीं प्रतिबन्धकज्ञानस्य लक्षणं खलु इति कृत्वा समानविशेष्यत्वम् इति चेत् केवलं प्रतिबन्धकज्ञाने एव भवति अस्तु यदि प्रतिबद्धज्ञानस्यापि एतदेव लक्षणम् इति वदामः तत्र समानविशेष्यत्वं प्रतिबद्धज्ञाने अपि अस्ति हा तदेव तत्रापि अस्ति सत्यं यदा प्रमात्रे सति इति यदा योजयामः चेदेव प्रतिबन्धकज्ञानस्य लक्षणं जायते अन्यथा सत्यं ज्ञानस्यापि तदेव अतः तत्र प्रमात्वे सति इति उक्तं खलु अतः एव सत्यं प्रमात्वे सति इति उक्तत्वात् केवलम् एतद् लक्षणं प्रतिबन्धकज्ञाने एव पतति सत्यं न तु प्रतिबद्धज्ञाने किन्तु अत्र भावाभावप्रकारः इति प्रायः न वक्तव्यं किमर्थम् इत्युक्ते प्रतिबन्धकज्ञाने यद् भावरूपेण प्रकार यद् भावरूपप्रकारकत्वं प्रकारः अस्ति तस्य अभावः अत्र वक्तव्यमस्ति भवतु किन्तु अवबुद्धम् अवबुद्धम् अस्तु रमेश महोदय पूरयतु महोदय अत्र तृतीयनिकषः का किञ्चित् परिवर्तयिष्यामि अनन्तरं लक्षणं तृतीयनिकषः भवेत् प्रमात्वे सति इति तर्हि यत् प्रतिबन्धकज्ञानम् अस्ति तत् प्रमा भवेत् वर्णौ अनुष्णत्व अभावः अस्ति एव तर्हि वर्णौ उष्णस्य वर्णौ उष्णः अस्ति तर्हि अनुष्णः नास्ति तर्हि अनुष्णत्व अभावः अस्ति एव तर्हि तत् प्रमाज्ञानमेव सत्यम् इति प्रत्यक्षेन ज्ञातुं शक्नुमः इति कृत्वा निकषात्रयमपि पूरितम् अस्तु इदानीम् अग्रिमबिन्दुः अस्ति प्रतिबध्य अवच्छेदकं किं भवेत् इति अस्तु समीचीनं महोदय उत्तमं धन्यवादः अग्रे स्वामी महोदय पठति वा इदानीं पञ्चमः बिन्दुः स्वामी महोदय भवान् पास् मध्ये अस्ति न श्रूयते किमपि एकनिमिषम् न श्रूयते महोदय इदानीं श्रूयते पठतु महोदय कुतः पठनीयं महोदय पञ्चमबिन्दुः अस्ति खलु 226 पञ्चमः महोदय प्रतिबध्य तावच्छेदकं किं भवति अपरः अपि प्राग्युक्तः विषयः इह अनुसन्धेयः संशये सत्यपि भवति अनुमितिः इति न संशयः प्रतिबन्धकः किन्तु तदभाववता निश्चयः एव तदभाववत्ता निश्चयः एव प्रतिबध्यं तु संशयः अपि भवति निश्चयः अपि तर्हि अत्र इदानीं चतुर्थदलमागच्छति निश्चयत्वे सति इति किञ्चित् वदति वा अत्र भवता किम् अवगतम् इति सत्यपि अनुमितिः इति न संशयः प्रतिबन्धकः किन्तु तदभाववता प्रतिबन्धकज्ञानं संशय अभाववता निश्चयज्ञानम् अस्ति किन्तु प्रतिबद्ध्यं ज्ञानं यदस्ति तद् संशयः भवेत् निश्चयज्ञानं भवेत् भवेत् इति नास्ति भवितुमर्हति इति भवितुमर्हति अपि च संशय अभाववत्ता निश्चयः इति न वक्तव्यम् आशयः एवमस्ति महोदय प्रतिबन्धज्ञानं प्रतिबन्धकज्ञानं निश्चयात्मकं भवेत् प्रतिबध्यज्ञानं निश्चयात्मकं वा संशयात्मकं वा भवतु किन्तु प्रतिबन्धकज्ञानं सर्वदा निश्चयात्मकम् एव भवेत् इति उक्तम् अग्रे एवं सति प्रतिबध्य तावच्छेदकं किं भवेत् किञ्च प्रतिबन्धकता अवच्छेदकं यच्च अवच्छेद्यस्य अन्यूनातिरिक्त वृत्ति वृत्तिः भवति तद् भवति अवच्छेदकम्. अन्यून अनतिरिक्तवृत्तिः. तादृश किम् अवच्छेदकं भवितुम् अर्हति इति अत्र उक्तम्, अवच्छेदकस्य लक्षणम्. आमां तादृशञ्च प्रतिबध्यतायाः बुद्धित्वम्. एकनिमिषं, तस्मात् पूर्वम् अवच्छेदकम् इति अन्योन अनतिरिक्तवृत्तिः इति उक्तं खलु, तस्य तस्मिन् विषये भवतः अवगमनं किम् इति किञ्चित् प्रतिपादयतु. उदाहरणं किमपि उदाहरणं स्वीकृत्य भवान् उदाहरणं ददातु महोदय. घटः, घटस्य अवच्छेदकं किं भवितुमर्हति? घटत्वं. किमर्थं प्रतिपादयतु. महोदय श्रोतुं न शक्यते. प्रतिपादयतु इति प्रार्थितम्. अत्र किं लिखितमस्ति इति तद् आधारीकृत्य किमर्थं घटत्वं घटस्य अवच्छेदकः भवति इति प्रतिपादयतु. अन्यून अनतिरिक्तवृत्तिः भवति खलु महोदय, अनतिरिक्तवृत्तिः अस्ति, घटत्वं केवलं घटे एव अस्ति. एकनिमिषम् अस्तु. अस्तु वदतु महोदय, स्वामी महोदय वदतु. आं नो चेत् मेहुल् महोदय किमपि उक्तवान् खलु, पुनः वदतु. अहं केवलम् अत्र सहायार्थम् अत्र अनतिरिक्तवृत्तिः इति अस्ति, अवच्छेदकं तदेव भवति यस्मिन् एकनिमिषं केवलम् अनतिरिक्तवृत्तिः इत्येव अस्ति वा? न अन्यून अनतिरिक्तवृत्तिः अस्ति. तर्हि वदतु. हा, अत्र अनतिरिक्तवृत्तिः इत्यस्य अर्थः अत्र घटः इति उदाहरणं स्वीकुर्मः चेत् तत्र घटत्वम् इति केवलं घटे एव अस्ति, अतः घटत्वम् इत्यस्य अनतिरिक्तवृत्तिः अस्ति. अन्यूनमपि वदतु महोदय, उभयमपि भवेत् खलु. आम् आम्, अन्यून इत्युक्ते न्यूनं नास्ति इति अर्थः. तर्हि यावत् घटमस्ति तावत् घटत्वमपि अस्ति, अपि च घटत्वं केवलं घटे एव अस्ति, अतः घटत्वम् इति अन्यून अनतिरिक्त भवति, अतः घटत्वम् इति घटस्य अवच्छेदकं भवति. हा, तर्हि अवच्छेदकधर्मः यत्किमपि अवच्छेदकम् इति न स्वीकर्तुं शक्यते. अवच्छेदकधर्मः अन्यून अनतिरिक्तवृत्तिः भवेत्, तादृशधर्ममेव अवच्छेदकत्वेन स्वीकर्तुं शक्यते. किन्तु विशेषणं, स्वामिमहोदय इदानीं विशेषणस्य एकम् उदाहरणं वदतु, एकं वाक्यम् उक्त्वा. नीलं घटं, नीलो घटः. अस्तु, प्रतिपादयतु. किं विशेषणं, किं विशेष्यम्? विशेष्यमस्ति घटः, विशेषणम् अस्ति नीलः. तर्हि अत्र नीलः अन्योन अनतिरिक्तवृत्तिः भवेद्वा? अनतिरिक्त वृत्तिः इत्यस्य अर्थः भवान् अवगच्छति किम्? वृत्तिः, अस्तु, वृत्तिः इत्युक्ते किम्? आधारः नास्ति, आधेयः. आधेयः, महोदय. वृत्तिः इत्युक्ते आधेयः. आम् महोदय, आधेयः. तर्हि यदि नीलरूपम् अनरि, मम प्रश्नः अस्ति, नीलरूपे अन्यून अनरिक्त अनतिरिक्तवृत्तित्वम् अस्ति वा इति प्रश्नः. नीलरूपं पूर्णम् अस्ति वा अपूर्णमपि भवितुम् अर्हति. अतः पूर्णम् अपूर्णम् इत्युक्ते न बुद्धम्. द पाट् मे बि फुल्ली ब्लू आर् ओन्लि. नो, दट् इस् नाट् हौ यु शुड् थिङ्क्. यु शुड् नाट् थिङ्क् वेदर् दि ब्लू कलर् इस् फुल्ली इन् द पाट् आर् नाट्. दट् इस् नाट् दि ऐडिया. द ऐडिया इस् ब्लू कलर् ओन्लि इन् द पाट् आर् केन् ब्लू कलर् बि सम्वेर् एल्स्. यत्र कुत्रापि भवितुम् अर्हति. हा, इति कृत्वा नीलरूपं केवलं घटे एव भवेत् इति नास्ति खलु. पटे अपि भवितुमर्हति, आकाशे अपि भवितुमर्हति, पुष्पे इति कृत्वा अनतिरिक्तवृत्तित्वं नास्ति नीलरूपे. एवं चिन्तनीयं महोदय. यु शुड् नाट् थिङ्क् वेदर् द पाट् इस् गाट् फुल्ली ब्लू रूप आर् नाट्. दट् इस् नाट् काल्ड् अन्यून अनतिरिक्तवृत्तित्वं. नौ ऐ अण्डर्स्टाण्ड् वाट् इस् द कन्फ्यूशन् इन् योर् हेड्. बुद्धं खलु. तर्हि अवच्छेदकम् अपि च विशेषणम् अनयोः मध्ये भेदः अवबुद्धं किम्? अवच्छेदकम् अन्यून अनतिरिक्तवृत्तित्वं भवेत् एव, किन्तु विशेषणम् अवच्छेदके, अत्र समीचीनतया वक्तव्यम्, अवच्छेदके अन्यून अनतिरिक्तवृत्तित्वं भवेत् किन्तु विशेषणे किम्? किन्तु विशेषणे न भवेत् वा अन्यून अनतिरिक्त इति नियमः नास्ति. किन्तु महोदय घटत्वं तु अन्यघटे अपि अन्यानि. किन्तु घटं विहाय अन्यत्र यत्र कुत्रापि अस्ति वा? घटं विहाय एनिथिङ्ग् मेड् आफ़् मृत्तिका विल् विल् हेव् ओ घटत्वं. क्षम्यतां, अगेन् एनिथिङ्ग् मेड् आफ़् मृत्तिका इस् नास्ति खलु. फ्लवर् वेस् इस् नाट् घट. सत्यं सत्यं. न बुद्धं किं घटत्वं? घटत्वं केवलं घटे एव अस्ति महोदय. हा, उत्तमं. तर्हि इदानीम् अग्रे पठतु. इदानीं भवता अवगतम्. ऐ वास् वण्डरिङ्ग् वै इस् इट् वेर् इस् इट् दट् युर् हेविङ्ग् अ प्राब्लम्. महोदय, अत्र एक शङ्का अस्ति महोदय. एक द्रव्यं स्वीकुर्मश्चेत् तद् द्रव्ये द्रव्ये वर्तमानः द्रव्यत्वम् एव अवच्छेदकं भवितुम् अर्हति किल महोदय? अत्र अन्योन्य अनतिरिक्तवृत्तित्वम् अवच्छेदके भवेत् इति लक्षणं स्वीकुर्मश्चेत्. प्रश्नः न बुद्धः. इतोपि किञ्चित् वक्तव्यं भवति. घटे घटत्वं विहाय यत् कोऽपि अवच्छेदकं न भवितुम् अर्हति किल? अन्यदपि भवितुम् अर्हति. देन् हौ इस् अन्यून्य अनतिरिक्तवृत्तित्वं कण्डिशन् मेट्? न, यदि तादृश अस्तु. इदानीं आकाशे के धर्माः सन्ति? आकाशे शब्दः इति गुणः सन्ति. आकाशे आकाशत्वम् अस्ति. आकाशे एकत्वं शब्दः इति गुणः स्वीकुर्मः. शब्दवत्वं केवलम् आकाशे अस्ति खलु. ओके महोदय, शब्दवत्वम् अपि अवच्छेदकं भवितुम् अर्हति यत्र कुत्रापि न आकाशं विहाय तत् न वर्तते इति कृत्वा. सत्यं. तर्हि आकाशत्वम् अपि आकाशे अस्ति खलु. ओके, तर्हि आकाशे तर्हि आकाशत्वम् आकाशस्य अवच्छेदकं भवति, अपि च शब्दवत्वम् आकाशस्य अवच्छेदकं भवति. परन्तु एकत्वं भवति इति न वक्तुं शक्यते. किमर्थं चेत् एकत्वम् अन्ये अपि वर्तते इति कृत्वा. सत्यं सत्यं. सत्यम्. अस्तु, अग्रे इदानीम् अग्रे पठतु महोदय. तादृशञ्च प्रतिबद्धतायाः बुद्धित्वम् इत्युक्ते किम्? अवच्छेदकम् यथा अस्ति तथैव बुद्धित्वं प्रतिबद्धतायाः अन्यून अनतिरिक्तवृत्तित्वम् अस्ति इति प्रतिपादयतु. भवान् न अवगतं, भवता न अवगतम् इति भाति मम. अत्र किञ्चित् इतोपि वक्तव्यं. प्रतिबद्धता कुत्र? प्रतिबद्धज्ञाने अस्ति. हा, बुद्धित्वं कुत्र अस्ति? मनसि महोदय. न बुद्धित्वं बुद्धौ अस्ति खलु. बुद्धिः इत्युक्ते ज्ञानम्. ज्ञानत्वं बुद्धित्वम् इत्युक्ते ज्ञानत्वम् इति अर्थः. मयापि इदानीं किञ्चित् दोषेन उक्तम् इति भाति. यच्च अवच्छेद्यस्य अन्योन अनतिरिक्तवृत्तिः वृत्तिः भवति तद्भवति अवच्छेदकम् इति मया दोषेण उक्तम्. इत्युक्ते घटत्वं घटे अस्ति इति न वक्तव्यम् आसीत्. तत्र क्लेशः, मम दोषाय उक्तमस्ति. ममापि दोषः, भ्रमः जायते. अस्तु, तर्हि इदानीं वदतु महोदय, प्रतिबद्धता कुत्र अस्ति? प्रतिबद्धज्ञाने अस्ति. बुद्धित्वम् इत्युक्ते ज्ञानत्वं कुत्र अस्ति? ज्ञाने अस्ति महोदय. तर्हि प्रतिबद्धता अपि ज्ञाने अस्ति, प्रतिबद्धज्ञाने अस्ति, ज्ञानत्वमपि ज्ञाने अस्ति इति कृत्वा किं कस्य अवच्छेदकं भवितुमर्हति? प्रतिबद्धता ज्ञानस्य अवच्छेदकं भवितुम् यु हाव् टु रियली फोकस् अण्ड् से. इदानीं प्रतिबद्धता कुत्र अस्ति? प्रतिबद्धज्ञाने. प्रतिबद्धज्ञाने प्रतिबद्धता अस्ति. ज्ञानत्वं कुत्र अस्ति? ज्ञाने अस्ति महोदय, साधारणज्ञाने. हा, तर्हि इदानीं भवान् यद् उक्तं तद् मनसि निधाय वदतु मम प्रश्नस्य उत्तरम्. इदानीं किं कस्य अवच्छेदकं भवति? प्रतिबद्धता ज्ञानमेव ज्ञानस्य अवच्छेदकः भवति इति मनसि भाति. अस्तु, मेवल् महोदय किञ्चित् सहायं करोतु अत्र. आं महोदय, अत्र प्रतिबद्धता अपि च ज्ञानं द्वयोः अपि प्रतिबद्धज्ञाने अस्ति. तर्हि एकनिमिषम्, इतोपि भवानपि अत्र दोषं करोति, पुनः वदतु. प्रतिबद्धता इति प्रतिबद्धज्ञाने अस्ति. ज्ञानत्वम् अपि प्रतिबद्धता. ज्ञानत्वम् इति वच वक्तव्यं, न तु ज्ञानम्. आमां, सत्यं सत्यं. ज्ञानत्वम् अपि च प्रतिबद्धता द्वयोः अपि प्रतिबद्धज्ञाने अस्ति स्तः इति कृत्वा अत्र कः अवच्छेदकः भवति प्रतिबद्धज्ञानस्य? तर्हि यत्किमपि अन्यून अनतिरिक्तवृत्तिः अस्ति तदेव. एकनिमिषः, तत्रापि तत्रैव मया दोषः कृतः. तत्र किञ्चित् परिष्कर्तव्यमस्ति मया. इदानीं यद् वाक्यं भवता उक्तं, प्रतिबद्धता प्रतिबद्धज्ञाने अस्ति, ज्ञानत्वं प्रतिबद्धज्ञाने अस्ति इति कृत्वा अग्रे वदतु. अस्तु, इति कृत्वा प्रतिबद्धता इति प्रतिबद्धज्ञानस्य अवच्छेदकं भवति. न प्रतिबद्धज्ञानस्य इति किमर्थं तद् ज्ञानस्य इति किमर्थं योजयति? प्रतिबद्धता कुत्र अस्ति? प्रतिबद्ध्ये अस्ति. प्रतिबद्धज्ञाने अस्ति खलु? आम् आम्, प्रतिबद्धज्ञाने अस्ति. ज्ञानत्वं कुत्र अस्ति? ज्ञाने अस्ति. हा इत्युक्ते प्रतिबद्धज्ञाने अपि प्रतिबद्ध ज्ञानत्वमस्ति खलु. आमां ज्ञानत्वमपि अस्ति, प्रतिबद्धता प्रतिबद्धज्ञाने अस्ति, ज्ञानत्वं प्रतिबद्धज्ञाने अस्ति इति कृत्वा इदानीं किम् अवच्छेदकः भवति, किम् अवच्छेद्यः भवति इति वक्तव्यम्. ओ अस्तु, प्रतिबद्धता इति अवच्छेदकः भवति, ज्ञानत्वम् इति अवच्छेदः अवच्छेद्य भवति. इदानीं तत्र वाक्यमस्ति किल तादृशं, तदेकवारं पठतु. हा, तादृशं च प्रतिबद्धतायाः बुद्धित्वं. हा, प्रतिबद्धतायाः बुद्धित्वम् इति लिखितं, विपरीतरीत्या लिखितम् अत्र. ज्ञानत्वं प्रतिबद्धतायाः अवच्छेदकः भवति, अवच्छेदकं भवति ज्ञानत्वं. ज्ञानत्वं प्रतिबद्धतायाः अवच्छेदकं भवति. तर्हि अवच्छेद्यं किं भवति? अवच्छेद्यमिति प्रतिबद्धता. हा, तर्हि इदानीम् अन्यून अनतिरिक्तवृत्तित्वं तयोः मध्ये भवेत्. न्यून अनतिरिक्तवृत्तिः भवति, तत् भवति अवच्छेदकम्. अवच्छेदके अन्यून अनतिरिक्तवृत्तित्वं भवेत् खलु? कस्य अपेक्षया? अवच्छेद्यस्य अपेक्षया. हा, इति दोषः मया कृतः. इत्युक्ते अत्र घटः अपि च घटत्वं तयोः मध्ये अन्यून अनिरिक्तवृत्तित्वम् इति न वक्तव्यम् आसीत् मया. सत्यम्. इत्युक्ते घटे यः धर्मः अस्ति, अपि च घटे विद्यमानद्वयोः धर्मयोः मध्ये परस्परम् अवच्छेदक अवच्छेद्यभावः भवितुम् अर्हति यदि तयोः मध्ये अन्यून अनिरिक्तवृत्तित्वम् अस्ति. बुद्धं खलु? आम्, अत्र अवच्छेद्यस्य अन्यूनातिरिक्तवृत्ति अवच्छेदकं भवति इति अस्ति. सत्यम्. अवच्छेद्यस्य अन्यून अनतिरिक्तवृत्तिः भवति, तत् भवति अवच्छेदकम्. इत्युक्ते यत्र यत्र अवच्छेद्यम् अस्ति, यत्र यत्र एकः धर्मः अस्ति, तत्र तत्र अन्यः धर्मः अस्ति चेत् द्वयोः मध्ये अवच्छेदक अवच्छेद्यभावः भवितुमर्हति इति आशयः. अत्र अत्र दोष उदाहरणं मया स्वीकृतम् इति कृत्वा किञ्चित् भ्रमः जातः, क्षम्यताम्. तर्हि घटत्वम् इति एक एव धर्मः अस्ति, तर्हि तस्मिन् कयोः कथम् अवच्छेदकम् इति वदेम? नो, घटे इदानीम् अन्यत् किमपि धर्मः वक्तव्यम्. हा, वक्तव्यं, तदेव. तर्हि एक एव स्वीकृत्य न, तदनन्तरं तयोः मध्ये अवच्छेद अवच्छेदकभावः वक्तुं शक्यते. सत्यं. द्रव्यत्वम् इत्युक्ते द्रव्यत्वं इत्युक्ते इदानीं घटे घटत्वमस्ति, घटत्वस्य अवच्छेदक किं भवितुम् अर्हति इति प्रश्नः. घटत्वस्य अवच्छेदकः घटे विद्यमानघटत्वस्य अवच्छेदकं किं भवितुम् अर्हति? नीलरूपं भवितुमर्हति वा? न, नीलरूपं न भवितुमर्हति. किमर्थं? नीलरूपम् अन्यत्रापि भवितुमर्हति, अतः अन्यून अनतिरिक्तवृत्तिः नास्ति. हा, यत्र यत्र घटत्वमस्ति तत्र तत्र नीलरूपत्वम् इति नास्ति खलु? नास्ति. सत्यम्. इति कृत्वा तयोः मध्ये अवच्छेदक अवच्छेदभावः न भवितुमर्हति. बुद्धं वा? सत्यं, बुद्धम्. हा, तर्हि तादृशधर्मः स्वीकरणीयः येन अन्युन. अस्तु, इदानीं द्रव्यत्वं घटे अस्ति वा? आम्, द्रव्यत्वम् अस्ति घटे. तर्हि इदानीं द्रव्यत्वं घटत्वस्य अवच्छेदकं भवति वा? द्रव्यत्वं घटत्वस्य अवच्छेदकं न भवति, विपरीतरीत्या घटत्वम् इति द्रव्यस्य अवच्छेदकं. प्रथमं तस्य उत्तरं वदतु, किमर्थं न भवति इति. किमर्थम् इत्युक्ते द्रव्यत्वम् अन्यत्रापि वर्तते, न केवलं घटत्वे घटे, न केवलं घटे. तर्हि अनतिरिक्तवृत्तित्वं नास्ति खलु? हा सत्यम्, अनतिरिक्तवृत्तित्वं अतिरिक्तवृत्तित्वमेव अस्ति। आम्, अतिरिक्तवृत्तित्वमेव अस्ति। पृथिव्यां द्रव्यत्वमस्ति, एवं पृथिवीत्वं घटत्वस्य अवच्छेदकं भवितुम् अर्हति वा? न, न भवितुमर्हति। अन्यत्र तत् पृथिवीत्वम् इति अपि अतिरिक्तवृत्तित्वम् अस्ति पृथिव्याम्। अनतिरिक्तवृत्तित्वं नास्ति इत्यतः सत्यं। नीलरूपं घटत्वस्य अवच्छेदकं भवति वा? न, न भवितुमर्हति। किमर्थं? तदपि तस्मिन्नपि अनतिरिक्तवृत्तित्वं नास्ति। हा, अनतिरिक्तवृत्तित्वम् इति वक्तुं शक्यते, अन्यूनवृत्तित्वमपि न वक्तुं वक्तुं शक्यते। वक्तुं शक्यते इत्युक्ते घटे अन्यद् रूपमपि भवितुमर्हति खलु? आम् सत्यम्। इति कृत्वा इदानीं समीचीनतया अवगतम्। तर्हि एवं प्रतिबद्धतायाः अवच्छेदकं भवति ज्ञानत्वम्। हा सत्यम्, अवच्छेदकम् इति योजनीयं तत्र तयोः मध्ये। तर्हि प्रतिबद्धता अवच्छेद्यं भवति, प्रति ज्ञानत्वम् अवच्छेदकं भवति। हा सत्यं, ज्ञानत्वम् इति प्रतिबद्धज्ञानं खलु, प्रतिबद्धज्ञानं। किन्तु प्रतिबद्धज्ञाने विद्यमान ज्ञानत्वम् इति अवगन्तव्यम्। सत्यम्, इत्युक्ते प्रतिबन्धकज्ञाने अपि ज्ञानत्वमस्ति खलु? आम् आम्, तर्हि प्रतिबद्धज्ञ, तर्हि तत् स्वीकुर्मश्चेत् तत्र अतिरिक्तवृत्तित्वम् आगच्छति। सत्यं सत्यम्। अस्तु भवतु, तर्हि पुनः इदानीं समयः जातः, तर्हि अग्रिमे वर्गे इतोपि किञ्चित् आरम्भतः पुनः पठित्वा अग्रे गच्छेम्। अस्तु समीचीनम्। अस्तु, अत्र स्थगयामः। सर्वेभ्यो नमस्कारः, धन्यवादः।